अस्तु, नमस्कारः, स्वागतं सर्वेषाम्। अद्यतनन्यायचिन्तनवर्गः अस्ति। अत्र विषयः अस्ति अनुमितिः। तस्मिन् किं किम् अस्ति इति पश्यामः। पूर्वस्मिन् वर्गे तत्र एकपदेन वदनेन किं किं बुध्यते इति आसीत्। तत्र घटः इति पदेन पदार्थत्रयं बोध्यते, घटपदेन, अपि च स्वर्गपदं तेन अपि पदत्रयं पदार्थत्रयम् अवगम्यते। अग्रे पुष्पवन्तौ इति अपि उदाहरणमासीत्। तत्र प्रकारता द्वयं विशेष्यद्वयम् इति आसीत्। पदार्थाः षट् आसन्। साधु, आम्, इदानीं द्वे विशेषे द्वे प्रकारता द्वे सम्बन्ध इदानीम् अग्रे गमनपदं तत् कृतं वा? पठितं खलु? आमां पठितम्। आं, गमनपदं कृतम्। आम्, गमनपदेन भिन्नपदार्थाः, किन्तु भेदः कः वदति वा लक्ष्मी भगिनी? अस्तु, गमन गमनपदेन अस्तु, गमनपदेन क्रिया सूचयति, क्रिया पुष्पवन्तमिति पदे तत्र विशेष्यः द्वयम् अस्ति, प्रत्येकं विशेष्ययोः विशेषणमपि अस्ति, तयोः मध्ये किमपि सम्बन्धं नास्ति। अत्र गमनपदे विशेष्यता प्रकारता विशेष्यता अपि विशेष्यता प्रकारता तत्र किन्तु विशेष्यता प्रकारतयोः मध्ये अनेकाः सोपानानि सन्ति। क्रिया इति प्रथममस्ति, क्रिया अस्तु, तत्र चित्रद्वयमस्ति महोदय, 135 अनन्तरं 136। तत्र शरः अधः गच्छति, उत्तरदेशसंयोगः संयोगः जनकत्वम् इति क्रिया अधः गच्छति शरः। उपरि गमनेन क्रिया इति एकः व्यापारः, तत् संयोगः उत्तरदेशसंयोगं जनयति इति सारांशः। किन्तु अस्तु, क्रियायाः जनकत्वम् इति अस्तु, एतादृशचित्रं चित्रं दृष्ट्वा कथं दीर्घवाक्यं कर्तुं शक्नोमि इति तदेव सर्वदा मम भ्रमः भवति। तदग्रे द्रक्ष्यामः। इदानीं 183 पुटे उपरितन तृतीयवाक्यं, तत्र च सूर्यचन्द्रयोः, तत् कृपया पठतु। अस्तु, तत्र च सूर्यचन्द्रयोः परस्परं विशेष्यविशेषणो भावो नास्ति, अतः विशेषितयोः अपि उभयनिष्ठयोः न निरूप्यनिरूपकभावः। प्रकृते च गमनपदेन जायमाने ज्ञाने प्रकारत्वविशेष्यत्वयोः अस्ति निरूप्यनिरूपकभावः। मुख्यविशेष्यता तु एका व्यापारनिष्ठा एव इति विशेषः। अस्तु, सूर्यचन्द्रयोः मध्ये विशेष्यविशेषणभावः नास्ति, अपि च विशेष्य सूर्यत्वं चन्द्रत्वं उभयनिष्ठयोः न निरूप्यनिरूपकः भावः विशेष्य, अतः विशेषतयोः अपि उभयनिष्ठयोः न निरूप्यनिरूपकभावः। अतः उभयनिष्ठयोः इति कौ सूचयति इत्युक्ते सूर्यत्वं चन्द्रत्वं वा? सूर्यः चन्द्रः विशेषः खलु, विशेष्यं विशेष्यः सूर्यः चन्द्रः खलु, आम् तयोः सूर्ये सूर्यत्वम् अस्ति, चन्द्रे चन्द्रत्वम् अस्ति, विशेष्यविशेष्यतायोः तयोः मध्ये निरूप्यनिरूपकभावः नास्ति. विशेष्य तस्य धर्म तस्य धर्मः विशेष्यता, अत्र सूर्यः सूर्यत्वं, तयोः मध्ये निरूप्यनिरूपकभावः नास्ति इति तदेव वदति खलु. सूर्यचन्द्रयोः मध्ये विशेषविशेषभावः नास्ति, किन्तु सूर्यसूर्यत्वे सम्बन्धः अस्ति, समवायसम्बन्धः अस्ति इति कृत्वा निरूप्यनिरूपकभावः नास्ति. सूर्यचन्द्रयोः मध्ये परस्परं विशेषविशेषणभावः नास्ति इति लिखितं खलु. आम् तादृश इत्युक्ते सूर्यनिष्ठसूर्यत्वं चन्द्रनिष्ठचन्द्रत्वं तथापि तयोः मध्ये निरूप्यनिरूपकभावः नास्ति सूर्यचन्द्रयोः मध्ये, किन्तु गमनपदे तथा नास्ति, परस्परम् एका शृङ्खला चैन् एव अस्ति खलु, क्रिया उपरि जनकत्वम् उपरि संयोगः उपरि उत्तरदेशः इति किं क्रमः अस्ति खलु. तत्सर्वं समीचीनं, किन्तु तादृशपरस्परसम्बन्धः पुष्पवन्तौ तत्र न भासते, तादृश किं प्रश्नः कः? दीर्घवाक्यस्य रचना चित्रं दृष्ट्वा दीर्घवाक्यस्य रचना क्रियानिष्ठविशेष्यता निरूपित क्रियानिष्ठविशेष्यता अनन्तरं जनकत्वं तत्र कथम् आनयामः, क्रियानिष्ठविशेषता निरूपित प्रकारता आश्रयः जनकत्वं, जनकत्वनिष्ठविशेष्यता निरूपित प्रकारता आश्रयः संयोगनिष्ठविशेषता निरूपित प्रकारता आश्रयः उत्तरदेशः उत्तरप्रकारता आश्रयः उत्तरदेशः इति वक्तुं शक्नुमः. अपि च उपरितः आरभ्य कथं भवति, तत् सरलं भवति, उत्तरदेशतः उत्तरदेशनिष्ठप्रकारता प्रकारता आश्रय विशेष प्रकारता निरूपितविशेष्यता निष्ठसंयोग विशेषता आश्रय संयोग संयोगनिष्ठप्रकारता प्रकारता आश्रयः विशेष्यता प्रकारता निरूपितविशेष्यता निष्ठ विशेषता आश्रय जनकत्वं निष्ठप्रकारता निरूपितविशेष्यता आश्रयः क्रिया तन्निरूपकज्ञानं गमनपदेन क्रिया इति निरूपकं ज्ञानं खलु, गमनक्रिया इति. तथैव अत्र 136 उपरितन आरभ्य भवति वदतु, अग्रे सरला भगिनी क्रियातः आरभ्य वर्गे एव उक्तवती, पुनः वक्तुं शक्नोति सा. तर्हि उत्तरदेशं प्रकारता तदेव अत्र अस्ति खलु, तदेव अत्र केवलं ज्ञानं यदि विवक्षा अस्ति तत्र अन्तिमपदस्य किञ्चित् भिन्नं भवति, प्रकारता निरूप्यते क्रिया आश्रय क्रियानिष्ठविशेषतानिरूपकज्ञानम् इति भवति. पुनः क्रियातः आरभ्य मुख्यक्रिया किं मुख्यविशेषता आश्रयक्रियानिष्ठ क्रियानिष्ठविशेषता निरूपितप्रकारता आशयजनकत्वं निष्ठविशेषता निरूपितप्रकारता आशयसंयोगनिष्ठविशेषता निरूपित उत्तरदेशनिष्ठप्रकार प्रकारक रूपज्ञानं प्रकारतानिरूपकं ज्ञानं भेद चन्द्रत्व पुष्पचन्द्रत्वं तयोः मध्ये एक भेदः अस्ति. सूर्यस्य चन्द्रस्य तयोः परस्परं सम्बन्धः नास्ति. तत्र नानामुख्यविशेषता भवितुं शक्नुवन्ति. नानामुख्यप्रकारता अपि भवितुं शक्नोति. अत्र केवलम् एकमुख्यप्रकारता अस्ति. यतोहि तत्र नाना विशेषता नानाप्रकारता सन्ति, किन्तु मुख्यप्रकारता एका, मुख्यविशेषता एका अस्ति. तयोः मध्ये उत्तरोत्तरविशेषविशेषणभावः वर्तते इति भेदम् अस्ति द्वयोः मध्ये. समूहालम्बनं ज्ञानं यत् अस्ति एतत् अन्यप्रकारम् अस्ति समूहालम्बस्य ज्ञानस्य. साधु समूहालम्बनज्ञाने नाना मुख्यविशेषता, अत्र एका एव नाना एका एव मुख्यविशेषता, एका एव मुख्यप्रकारता, किन्तु मध्ये प्रकारता विशेषतादि आगच्छन्ति क्रमेण. अस्तु अस्तु, तर्हि अग्रे पठति वा अस्य चित्रतः अधो भागे अस्य. आम्, अस्य गमनपदस्य स्वभावं यदि वयं सम्यक् अवगच्छामः तदा व्याप्तिपदस्यापि स्वभावग्रहणे न कोऽपि क्लेशः. तदापि पदम् अनेकान् पदार्थान् बोधयति. तेऽपि दण्डचक्रकुलालघटाः इति ज्ञाने यथा विषकलिताः परस्परसम्बन्धाः भासन्ते तथा न भासन्ते, किन्तु परस्परं विशेषविशेषणभावापन्नाः एव. अस्तु, यदि गमनपदस्य स्वभावं वयं सम्यक् जानीमः तदा व्याप्तिपदस्यापि स्वभावः अवगन्तुं क्लेशः न भवति इति प्रथमवाक्यस्य आशा. गमनपदेन अनेकानां पदार्थानां बोधनं भवति. ते के इत्युक्ते यथा चित्रे दत्तं क्रियाजनकत्वं संयोगः उत्तरदेशः इति, तयोः अनेकान् पदार्थानां मध्ये विशेषता प्रकारता विशेषताप्रकारतायोः मध्ये निरूप्यनिरूपकभावः भासते. ते अपि दण्डचक्रकुलालघटाः इति ज्ञाने यथा विष्कलिताः परससम्बन्धाः भासन्ते अशकलः इत्युक्ते खण्डः, विषकलिताः विषकलिताः परस्परसम्बन्धाः भासन्ते परस्पर तथा न भासन्ते सम्बन्धाः परस्परम् असम्बद्धाः. ओ क्षम्यतां, परस्परम् असम्बन्धाः भासन्ते तथा न भासन्ते. अस्तु, तं दण्डचक्रकुलालघटाः इति ज्ञाने यथा विषकलिताः. अस्तु, तत् दण्डचक्रकुलालघटाः तयोः तेषां मध्ये परस्पर किमर्थम् असम्बन्धाः भासन्ते इति तत्र दत्तं, सम्बन्धः अस्ति खलु? परस्परं सम्बन्धः नास्ति. दण्डः भिन्नः, चक्रः भिन्नः, कुलालः भिन्नः, घटः भिन्नः, ते सर्वे घटनिर्माणे सन्ति. तादृशसम्बन्धः अस्ति, किन्तु परस्परं यथा उत्तरदेशसंयोगः, तत्र उत्तरदेशनिष्ठ तर्हि दण्डनिष्ठचक्रः इति वा चक्रनिष्ठकुलालः, तादृशसम्बन्धः नास्ति खलु. परस्परम् असम्बद्धाः यथा तत्र अस्ति असम्बद्धत्वं, यथा दण्डचक्रकुलालघटाः तत्र अस्ति तथा अत्र नास्ति. गमनपदे नास्ति खलु, सम्बन्धः अस्ति एव, किन्तु परस्परं विशेषे विशेषणभावापन्नाः एव. गमनपदेन येषां पदार्थानां बोधनं भवति तयोः मध्ये विशेषविशेषणभावः भासते, विशेषणविशेषणभावः भासते इति वदति वाक्यं. यथा गमनक्रिया कीदृशी क्रिया, जनकत्वक्रिया कीदृशी, जनकत्वं संयोगजनत्वं जनकत्वं कीदृशसंयोगः, उत्तरदेशसंयोगः तादृशमस्ति खलु. तथा दण्डचक्रकुलाल तथा नास्ति, तादृशप्रश्नः वयं न कर्तुं शक्नुमः खलु. तदेव परस्परम् असम्बद्धाः तत्र घटनिर्माणविषये, किन्तु अत्र गमनपदे तथा नास्ति. परस्परं विशेषविशेषणभावः तु अस्ति एव. अग्रे सरला भगिनी च अहं वर्गे आसम्, तर्हि भवती एव पठतु इति चिन्तयामि. अग्रे पठतु. अस्तु अस्तु. व्याप्तिपदेन के पदार्थाः बोध्यन्ते, के ते पदार्थः ये व्याप्तिपदेन बुध्यन्ते, साध्यम् अभावः अधिकरणं वृत्तित्वम् अभावः इति पञ्चपदार्थाः. प्रथम अभावस्य साध्यं प्रतियोगी, द्वितीय अभावस्य वृत्तित्वम् आधेयत्वं प्रतियोगी भवति. साध्यस्य यः अभावः तस्य यत् अधिकरणं तन्निरूपिता या वृत्तिता तस्याः अभावः इति विशेषविशेषणभावापन्नाः पञ्चपदार्थाः व्याप्तिपदेन उच्यन्ते. अस्तु, व्याप्तिपदेन के के पदार्थाः बुध्यन्ते, के के पदार्थाः जानीमः इति प्रश्ने सति ते साध्यम् अभावः अधिकरणं वृत्तित्वम् अभावः इति पञ्चपदार्थः. प्रथम अभावस्य साध्यं प्रतियोगी, प्रथमाभावस्य साध्यं प्रतियोगी, द्वितीयाभावस्य वृत्तित्वम् आधेयत्वं प्रतियोगी भवति. अस्तु, अत्र साध्यम् इति साध्यम् इति प्रथमपदम्, अनन्तरं द्वितीयः अभावः अस्ति, अभावः अस्ति चेत् प्रतियोगी भवति. प्रतियोगी साध्यमेव तस्य प्रतियोगी, प्रतियोगी इत्युक्ते विरोधः, अभावस्य विरोधः अत्र साध्यमेव, साध्य अभावस्य विरोधः साध्यमेव इति कृत्वा अभावः एव साध्यमेव अभावस्य प्रतियोगी. अनन्तरम् अत्र द्वितीय अभावः अपि तत्र अस्ति, अधिकरणं वृत्तित्वम्. अत्र वृत्तित्वस्य द्वितीय अभावस्य प्रतियोगी आदेयत्वं भवति, आदेयत्वं भवति. अस्तु, आम्, द्वितीय अत्र द्वितीय अभावः अधिकरणं सूचयति, तस्य अभावस्य प्रतियोगी विरोधः वृत्तित्वं वा अधिकरणं आदेयत्वम्. आदेयत्वं समानं, वृत्तित्वम् आदेयत्वं समानम्. आम् अस्तु वृत्तित्वम् अस्तु तस्य अभावः सूचयति द्वितीयभावः प्रथमभावः साध्यस्य अभावः सूचयति द्वितीयभावः वृत्तित्वस्य अभावः सूचयति आदेयत्वस्य अस्तु साध्यस्य यः अभावः तस्य यत् अधिकरणं तन्निरूपिता या वृत्तिता तस्याः अभावः इति विशेषविशेषभावा आपन्नाः पञ्चपदार्थाः व्याप्तिपदेन उच्यन्ते अस्तु साध्यस्य यः अभावः साध्यः साध्यस्य अभावः साध्यं साध्यस्य अभावः साध्याभावस्य अधिकरणम् अधिकरणं तन्निरूपिता वृत्तित्वम् आदेयत्व पूर्वं वयं दृष्टवन्तः खलु अधिकरणनिरूपित अधिकरणनिष्ठ न यज्ञदत्तनिष्ठ अधिकरणता निरूपित आदेयता इति पूर्वं दृष्टवन्तः खलु अधिकरणार्थं यज्ञदत्त आसने अस्ति खलु तर्हि आसननिष्ठ अधिकरणता निरूपित अधेयता यज्ञदत्ते अस्ति खलु वृत्तित्वं तयोः मध्ये निरूप्यनिरूपकभावः अस्ति इति अत्र यदि साध्यस्य अभावः तस्य अधिकरणं अधिकरणनिरूपित आदेयत्वं वृत्तित्वं तस्याः तस्य वृत्तित्वं तस्य अभावः इति विशेषविशेषणभाव आपन्नाः पञ्चपदार्थाः व्याप्तिपदेन उच्यन्ते अस्तु भाव आपन्नाः इति आपन्नः इत्युक्ते प्राप्नुमः वा खलु अस्तु व्याप्तिपदेन पञ्चपदार्थाः तेषां पदार्थानां मध्ये विशेषणविशेषणभावः प्राप्नुमः इति वाक्यं वदति सत्यं खलु अभावः कीदृश अभावः साध्यस्य अभावः खलु कीदृश अधिकरणम् अभावस्य अधिकरणं कीदृशवृत्तित्वम् अधिकरणनिष्ठवृत्तित्वं पुनः कीदृश अभावः आधेयत्वस्य अभावः तथा अभावस्य विशेषणम् आधेयत्वम् वृत्तित्वस्य विशेषणम् अधिकरणं तथा क्रमः अस्ति खलु यथा गमनपदे आसीत् अग्रे आगच्छति पुनः किमत्र साधितं सरला भगिनी किमपि वक्तुमिच्छति वा अस्मिन् परिच्छेदे साधु असि किन्तु अहं पुनः दृष्टवती महोदय उक्तवान् यथा प्रतियोगिता निरूपित वह्निनिष्ठप्रतियोगिता निरूपित अनियोगिता आश्रय अभाव तत् अनियोगितासम्बन्धेन अभावे तिष्ठति यथा प्रतियोगितासम्बन्ध इत्र अत्र दत्तमस्ति किन्तु अनियोगितासम्बन्धेन अभावः न निरूप्यते पुनः अभावयति हृदादि अस्ति नो अभावनिष्ठ अनियोगिता वयं न वक्तुं शक्नोमि तत् निरूपति हृदादिनिष्ठ प्रतियोगिता वा तत् न भवति इति तत्र स्वरूपसम्बन्धः आगच्छति तत्र सम्बन्धेन अवच्छिन्ना भवति तत्र इति वक्तुमिच्छामि वह्ने अधिकरणानि पर्वत चत्वर महानस गोष्ठादीनि वह्न्या अभावस्य अधिकरणं हृद भूतलं पुस्तकं लेखनी इत्यादीनि अनन्तानि तेषु अभाव अधिकरणेषु कदाचित् अपि धूमः न भवति अतः तानि यानि अभाव अधिकरणानि तन्निरूपिता आधेयता वृत्तित्वं धूमे कदाचित् अपि न सम्भवति कुत्र तर्हि सा आधेयता भवेत् हृदये जलं स्यात् पुस्तके लेखनी स्यात् एवं च हृदादि निरूपितवृत्तित्वं जले मीने लेखन्या वा भवति वृत्तित्वा अभाव धूमे भवति एवं विधो हि धूमस्य स्वभाव यत्र यत्र वह्नि नास्ति तत्र धूमो अपि न भवति तेन वह्न्याभाव अधिकरणेषु अवृत्तित्वं धूमस्य सिद्ध्यति इदं यत् अवृत्तित्वं वृत्तित्व अभाव धूमनिष्ठसा एव धूमनिष्ठा व्याप्ति अत्र व्याप्तिलक्षणं कथं साधनीयं भवति पुनः दत्तमस्ति वह्नेः अधिकरणानि कुत्र वह्नी भवति तस्य अधिकरणं भवति यथा पर्वत चत्वर यत् इत्युक्ते यत्र यज्ञशाला अस्ति यज्ञ अस्ति यत्र हवन भवति तत्र वा आङ्गनं महानसं यथा वयं जानीमः पाकशाला गोष्ठादीनां यत्र गवां निवास अस्ति तो एतेषु स्थलेषु वह्नी अधिकरणं भवति वह्न्या अभावस्य अधिकरणं वह्नी कुत्र न भवति वह्न्या अभावः कुत्र भवति तस्य अधिकरणम् अस्ति यथा हृदताडग भूतल पुस्तक लेखनी इत्यादीनि अनन्तानि सन्ति तेषु अभाव अधिकरणेषु कदाचित् अपि धूमः न भवति यत्र वह्नि नास्ति यत्र वह्न्या अभावः अस्ति तत्र कदापि धूममपि न भवितुं शक्नोसि सो वह्न्या अभाव अधिकरणेषु धूमाभावः भवति इति भवति यत्र यत्र वह्नी नास्ति तत्र तत्र धूमः नास्ति इति भवति व्यतिरेकसहचारत्र अतः तानि यानि अभाव अधिकरणानि तन्निरूपता आधेयता इदानीं यत्र वयं दृष्टवन्तः चित्रे वह्निनिष्ठ अभावः अस्ति प्रतियोगितासम्बन्धेन तत् अभावः स्वरूपसम्बन्धेन हृदादि अस्ति सो हृदादि भवति वह्न्या अभावः अधिकरणं यत् अधिकरणं वह्न्या अभावः यत्र अस्ति तत् निरूपिता आधेयता तत् हृदादि किं भवति जलं मीनम् इति भवति तत् निरूपत आधेयता वृत्तित्वं धूमे कदाचित् नास्ति वयं इदानीं यत्र हृदये यथा अत्र दत्तम् अस्ति हृदं निष्ठ अधिकरणता निरूपित आधेयता आश्रय जलं मीनं यत् कोऽपि जले भवितुं शक्नोति किन्तु जल हृदे धूमः न भवितुं शक्नोति अतः तत् आधेयता वृत्तित्वं कदापि धूमे न भवति तस्य अधिकरणं धूमः न भवितुं शक्नोति अतः इति भवति आधेयता वृत्तित्वस्य अभावः कुत्र तर्हि सा आधेयता भवेत् हृदादि निष्ठ अधिकरणता निरूपति आधेयता आश्रय कुत्र भवति तत् भवति हृदये जलं स्यात् पुस्तके लेखने यत्किमपि अन्ये वस्तूनि सन्ति यथा जलं हृदये जलम् अस्ति वा पुस्तकं वा लेखनी तत्र तत् आधेयता भवेत् एवं च हृदादि निरूपितवृत्तित्वं जले मीने लेखन्यां वा भवति सो हृदादि निष्ठ अधिकरणता निरूपित आधेयता निष्ठ आश्रय जल मीन लेखन्या इति भवितुं शक्नोति वृत्तित्वा अभाव धूमे किन्तु तत् भवति वृत्तित्वा अभाव आधेयता अभाव धूम एवं विदो हि धूमस्य स्वभाव यत्र यत्र वह्नी नास्ति तत्र तत्र धूमो अपि न भवति. अतः यत्र वह्नी नास्ति ये यानि अधिकराणि वह्न्या भाव अस्ति तेषु धूम अपि नास्ति इति अस्ति. तेन वह्न्या अभावाधिकरणेषु अवृत्तित्वं धूमस्य सिद्ध्यति. अन्यरीत्या यदि वयं वदामः यत्र वैन्याभावाधिकरणानि यत्र वैन्याभावाधिकरणं अस्ति तत्र धूमस्य अपि अभावः अस्ति. तत्र वैन्याभावाधिकरण अवृत्तित्वं भवति धूमे इति अन्यरीत्या वक्तुं शक्नोति. अतः अवृत्तित्वं वृत्तित्वा अभावधूमनिष्ठ सा एव धूमनिष्ठव्याप्ति. सो व्याप्ति लक्षणम् आगच्छति धूमनिष्ठ अवृत्तित्वं वैन्याभाववत् अधिकरणे यत्र वैन्याभाव अधिकरणस्य अवृत्तित्वम् अस्ति तत्र तत् भवति धूमे. सो वैन्याभाववत् अवृत्तित्वं धूमे आगच्छति इति भवति व्याप्तिः लक्षणम् इति आगच्छति अत्र. साधु सम्यक् भगिनि. अपि च समानरीत्या साध्य अभाव वैन्याभाव यत्र वयं वदामः तत्र साध्याभाव यत्र धूमः वयं वदामः तत्र हेतो वयं वक्तुं शक्नुमः. सो साध्याभाव अवृत्तित्वं हेतोः सन्ति इति व्याप्तिः हेतौ अस्ति. आम् सो व्याप्ति हेतु भवति. सो व्याप्तिधर्म कुत्र भवति वयं शक्नुमः धूमे अस्ति वा हेतु अस्ति व्याप्तिधर्म. व्याप्तिधर्मस्य स्वभाव भवति साध्याभाववत् अवृत्तित्वं वा साध्याभाव अवृत्तित्वम् इति साध्याभाव अधिकरण अवृत्तित्वम् इति भवति. साध्य अभाववति तस्मिन् यः साध्य अभावस्य अधिकरणं तस्मिन् अवृत्तित्वं तत्र अवृत्तित्वम् अस्ति भगिनि. यदि अहं साध्याभाववत् वदामः तत्र अधिकरणस्य आवश्यकता नास्ति. आवश्यकता नास्ति साधु. सत्यं सत्यं साध्य अभाववत् अवृत्तित्वम् इति एकं पदम् एकं पदं वा अथवा साध्याभाव अधिकरण अभवति अथवा अभवत् अधिकरणे अभवत् अधिकरणे लक्ष्मी भगिनी साधु वा व्याप्तिवाक्यस्य लक्षणं कथं निरूपितं स्वस्य अस्तु प्रथमं यत् लिखितं तत् साधु इत्युक्ते वचनस्य वाक्यस्य आशा अस्ति यत् वह्नि अभावः यत्र वह्नेः अभावः अस्ति वह्नि अभाव अधिकरणे धूमः अपि नास्ति इति. इत्युक्ते वह्नि अभावः अधिकरणं के इति प्रश्ने सति हृदः भूतलं पुस्तकं लेखनी इत्यादि एतादृश अधिकरणेषु यदि वन्येः अभावः अस्ति चेत् धूमः अपि तत्र न भवति. अनन्तरं तत् अधिकरणं निरूपति आधेयता साधु यदि धूमः नास्ति तस्य भिन्नरीत्या न्यायरीत्या वदामश्चेत् यस्मिन् अधिकरणे वन्य अभावः अस्ति हृदादि तस्मिन् अधिकरणे अभावस्य अवृत्तित्वम् अस्ति. कस्य अभावस्य? धूम अभावस्य अवृत्तित्वम् क्षम्यतां धूमस्य अवृत्तित्वं धूमस्य अवृत्तित्वं धूम अभावः अस्ति. किन्तु महोदय अत्र अत्र पदार्थद्वयम् अस्ति. यदि महानसं स्वीकुर्मः महानसनिष्ठ अधिकरणता निरूपित आदेयता आदेयत आश्रयः बन्धि महानतनिष्ठ अधिकरणता निरूपित आदेयत आश्रयः धूमः यदा तत्र इति पदद्वयमस्ति तत्र यदि किन्तु वन्ध्यः नास्ति चेत् धूमः अपि नास्ति अतः अभावाधिकारणेषु यदि वह्निः नास्ति वह्निः नास्ति तत्र धूमस्य अपि अवृत्तित्वं धूमस्यापि अभावः धूमस्य अवृत्तित्वम् इति धूम अभावस्य वृत्तित्वम् अस्ति धूमस्य अवृत्तित्वम् अस्ति धूमस्य अवृत्तित्वम् धूम अभावस्य वृत्तित्वम् इति किन्तु तदनन्तरं किन्तु इतः पर्यन्तं वह्नि अन्यपदार्थः धूमः अन्यपदार्थः तयोः मध्ये कः सम्बन्धः इति तयोः मध्ये कः सम्बन्धः तस्य सम्बन्धः एव व्याप्तिः इति अनन्तरम् उच्यते किन्तु तस्य अनुमानं कथं वा सिद्ध्यते व्याप्ति अस्ति तयोः मध्ये एता व्याप्ति इति सम्बन्धः अस्ति इति प्रश्नस्य उत्तरं तत्र अन्तिमवाक्येन अहं सम्यक् न अवगतम् इदं यत् अवृत्तित्वं प्रतित अभावः धूमनिष्ठः सा एव धूमनिष्ठा व्याप्तिः इति तत्र न अवगतम् इति न किन्तु क्रमेण पश्यतु वह्निः अस्ति खलु वह्नेः अधिकरणम् अस्ति वह्नेः अभावः भिन्नेषु स्थलेषु अपि अस्ति यथा जले वह्नि अभाव अधिकरणं तर्हि जलं खलु तत्र वह्नि अभाव अधिकरणेषु अधिकरणे धूमः अस्ति वा नास्ति नास्ति तर्हि सः जल तज्जलं धूमस्य वृत्तित्वं तत्र धूमस्य वृत्तित्वं न भवति धूमः न भवति इत्युक्ते तस्मिन् अधिकरणे धूमस्य अवृत्तित्वं धूमाभावस्य वृत्तित्वं वह्नि अभाव अधिकरणे तदेव व्याप्तिसम्बन्धः तदेव व्याप्तिसम्बन्धः इत्युक्ते अनन्तरम् अन्यचित्रमपि आगच्छति खलु चतुरङ्गम् इव तत्र पञ्चस्थलेषु वह्निः अस्ति अन्य तत्र धूमः अपि अस्ति किन्तु एषु स्थलेषु वह्निः नास्ति तत्र धूमः अपि नास्ति किञ्चित् केचन स्थलेषु वह्निः एव अस्ति किञ्चित् धूमः नास्ति अतः सर्वदा यत्र यत्र वह्निः अस्ति तत्र सर्वदा धूमः अस्ति एव इति किन्तु धूमः अस्ति तत्र वह्निः अस्ति एव आमाम् इति तस्य ऐ मीन् तस् अतः एव व्याप्ति इति पदम् आनेतव्यं तयोः मध्ये सम्बन्धं सम्बन्धस्य सम्बन्धः अस्ति इति व्याप्ति इति पदम् आनेतव्यं खलु सत्यं व्याप्ति एव सम्बन्धः सत्यं कथम् अस्ति वह्निधूमयोः कः सम्बन्धः व्याप्तिसम्बन्धः वह्निः व्यापकः धूमः व्याप्यः खलु व्याप्यः इत्युक्ते किं व्याप्यः इत्युक्ते यस्मिन् अधिकरणे वह्निः नास्ति तस्मिन् अधिकरणे धूमो अपि नास्ति यथा मृगः व्यापकः सिंहः व्याप्यः यस्मिन् अधिकरणे मृगः नास्ति तत्र सिंहः अपि भवितुं नार्हति खलु. तत्र केवलं किम् अतिदेश न्यूनदेश उदाहरणं स्वीकृत्य वदामि, तत्रापि व्यापकभावः अस्ति खलु. सिंहस्य भोजनम् अन्यमृगाः सन्ति, अतः यत्र सिंहः यत्र अन्यमृगाः न सन्ति सिंहः अपि नास्ति, यत्र सिंहः अस्ति अन्यमृगाः अपि अस्ति. अन्यमृगः इति वक्तुं मृगः अस्ति, अन्यमृगः न जानीमः. सिंहः मृगः अस्ति, एकः मृगः अस्ति खलु, सिंहं दृष्ट्वा एकः एव. तथा यदि व्याप्तिः, एकः अधिकदेशवृत्तित्वम् अस्ति, एकस्य न्यूनदेशवृत्तित्वम् अस्ति. यत्र अधिकदेशः अस्ति तत्र अन्य उदाहरणं महोदय दत्तवान्, यत्र फलम् अति पक्वं फलं तत्र मधुरत्वम् अस्ति साधु. सो मधुरत्वम् अनुभूयते कारणात् मधुरत्वं फले व्याप्तम् अस्ति. सो मधुरत्वम् अपि यथा अन्य उदाहरणं महोदय यत्र आत्मनि शान्तिः अस्ति तस्य मुखं हसितं दृश्यते. सो इदानीं धूम इति व्याप्तेः इति लक्षणं नास्ति, किन्तु व्याप्तेः अभिनयः अस्ति इति महोदय अपि उक्तवान्. अग्रे उक्तवान् सत्यं सत्यम्. आमाम् इति अपि आगच्छति. सो महोदय अन्ये ग्रन्थेषु व्याप्तेः लक्षणं हेतु साध्यति न उक्त्वा पठितवान् तत्र. सो कथं हेतुपि न वदामः, वह्नि न वदामः, साध्य धूम न वदामः, कथं व्याप्तेः लक्षणम् आगच्छति इति सः उक्तवान् वर्गे. अस्तु अग्रे भवती सरलभगिनी पठति, समापयति वा एवं पदानां, तत्र परिच्छेदद्वयं पठित्वा वदतु. एवं पदानां स्वभावान् स्वभावान् आदाय अस्माभिः व्याप्तिः निरूपिता. एतादृशव्याप्ति आख्यसम्बन्धः यस्मिन् ज्ञायते तस्य हेतुभूतस्य धूमस्य ज्ञानेन वह्नि ज्ञानं भवति. यदि इदानीं वयं पदानां स्वभावान् आदाय, यथा वह्नि वह्नि भावस्य अधिकरणं तस्य अवृत्तित्वं भूमे धूमे इति पञ्चपदार्थाः यत् वयं दृष्टवन्तः, तेषां पदार्थानां सम्बन्ध ज्ञात्वा हेतोः आनीतव्यं सम्बन्धं हेतो अनेन व्याप्ति वह्ने ज्ञानं, यदि व्याप्ति धूमे आगच्छति तदानीं वह्ने ज्ञानम् अपि आगच्छति. व्याप्ति ज्ञात्वा हेतोः व्याप्ति ज्ञात्वा साध्यस्य ज्ञानम् आगच्छति इति अत्र दत्तमस्ति. हेतुभूतस्य धूमस्य ज्ञानेन वह्नि ज्ञानम् आगच्छति. हेतुभूतस्य धूमस्य इति भवति यत्र धूमव्याप्य अस्ति तत्र वह्नि ज्ञानं सिद्ध्यति. अग्रे पठामि. यथा यत्र हेतु पश्यामः, हेतौ व्याप्तिः जानीमः, तथा साध्यस्य ज्ञानम् अवश्यं भवति. ज्ञानम् अवश्यं भवति. आम् अग्रे. तच्च व्याप्तिसम्बन्धज्ञानं धूमे न केवलं व्याप्ति अवगाहते, किन्तु धूमवैनि व्याप्य इति पर्वतः धूमवान् इति ज्ञानाभ्यां जायमानत्वात् पर्वत ते धूमं धूमे व्याप्ति च अवगाहते. तच्च धर्मज्ञानपरामर्श इति उच्यते, यदि अग्रिमेक्षणे वह्नि प्रमा अनुमितिरूपा उत्पद्यते. यत् व्याप्तिसम्बन्धस्य ज्ञानं धूम धूमे यदि व्याप्तिज्ञानम् आगच्छति तत्र न केवलं व्याप्तिज्ञानस्य अवगमनं भवति किन्तु व्याप्ति कुत्र अस्ति व्याप्ति अवगमनम् इत्युक्ते धूमवह्नि व्याप्य अस्ति इति भवति व्याप्तिज्ञानं किन्तु कुत्र अस्ति वह्नि व्याप्य धूम तत् अस्ति यत् पर्वते पक्षे तत् पर्वत अत्र भवति पक्ष धूमवान् इति अस्ति तत्र वह्नि व्याप्य धूम सो पर्वत धूमवान् इति भवति द्वे प्रकारज्ञानम् एकमस्ति धूमवह्नि व्याप्य द्वितीयमस्ति पर्वत धूमवान् इति द्वाभ्यां ज्ञानाभ्याम् आगच्छति परामर्शज्ञान तस्य परामर्शज्ञान यदि आगच्छति तत् भवति व्यापारत्व तेन अग्रिमे क्षणे तस्मात् प्रमा वा अनुमति इति आगच्छति सो परामर्शज्ञानस्य रूपं भवति वह्नि व्याप्य धूमवान् अयं पर्वत तस्मात् अनुमिति यदि वयं साधयामः इति भवति पर्वतो वह्निमान् धूमात् इति भवति धूमात् न वक्तव्यं केवलं वक्तुं शक्नुमः न अवश्यं पर्वतो वह्निमान् इति अनुमितिः तस्मात् पूर्वं परामर्शः परामर्शे पर्वतः वह्निव्याप्य धूमवान् तस्मात् यत् अग्रिमक्षणे यस्मात् अग्रिमक्षणे पर्वतो वह्निमान् इति अनुमितिः हा धूमत्वात् इति मध्ये वक्तुं शक्नुमः एव किन्तु आवश्यकमिति न परामर्श पूर्वम् अभवत् खलु तत्र सर्वम् इति अस्ति लक्ष्मी भगिनी प्रश्नः अस्ति वा साधु अस्ति वा साधु अस्ति महोदय अत्र परामर्शः परामर्शस्य परामर्शः धूमज्ञानं धूमः धूमः धूमे व्याप्ति अस्ति इति ज्ञानद्वयं मिलित्वा परामर्शः इति उच्यते धूमः कीदृशधूमः व्याप्ति वह्निव्याप्तिधूमः इति ज्ञानद्वयं मिलित्वा परामर्शः इति उच्यते परामर्शेन परामर्शेन वह्नेः ज्ञानम् अनुमतिरूपा वह्नेः ज्ञानम् उत्पद्यते खलु पक्षनिष्ठ साध्यज्ञानं अस्मिन् पक्षे साध्यमस्ति साध्यः अस्ति इति अस्तु अस्मिन् पर्वते वह्नि अस्ति इति ज्ञानम् अनुमतिः ज्ञानम् आम् अस्तु अग्रे पठतु कृपया लक्ष्मी भगिनी ज्ञानद्वयेन अस्तु ज्ञानद्वयेन परामर्शोत्पत्तिः कथं हि ताभ्यां ज्ञानाभ्यां परामर्शः उत्पद्यते उच्यते विशिष्टवैशिष्ट्य अवगाहि ज्ञानं प्रति विशेषणता अवच्छेदक प्रकारज्ञानस्य कारणत्वं निरूपितमेव प्रत्यक्षखण्डे सन्निकर्षवर्णनप्रसङ्गे परामर्शः अत्र भवति विशिष्टवैशिष्ट्य अवगाहि ज्ञानरूपः यथा उदाहरणे मक्षिकाविशिष्टः दण्डः पुरुषे ज्ञायते इति तत् विशिष्टवैशिष्ट्य अवगाहि ज्ञानं भवति तद्वत् एव इह व्याप्तिविशिष्टः धूमः पर्वते ज्ञायते इति तद्भवति विशिष्टवैशिष्ट्य अवगाहि ज्ञानम् अस्तु कथं पर्वतः धूमवान् धूमः वह्निव्याप्यः इति ताभ्यां ज्ञानाभ्यां कथं परामर्शः उत्पद्यते इति प्रश्ने सति अत्र विशिष्टवैशिष्ट्य अवगाहि ज्ञानं तस्य किं वदामः उदाहरणं दृष्टान्तः अत्र दत्तमस्ति विशिष्टवैशिष्ट्य अवगाह ज्ञाने विशेषणता अवच्छेदक प्रकारज्ञानस्य कारणत्वं निरूपितमेव प्रत्यक्षखण्डे अस्तु. अत्र अत्र अत्र पूर्वं पश्यतु 167 तत्र पश्यतु कृपया एकवारं शीघ्रं पठतु तर्हि सम्यक् भवति. तत्र तृतीयपरिच्छेदः विशिष्टवैशिष्ट्य अवगाहि. आम् एतादृशविशिष्टवैशिष्ट्य अवगाहि ज्ञानं प्रति विशेषणता अवच्छेदकप्रकारकज्ञानं कारणमिति उक्तम् अस्तु. अत्र ओ अस्तु कार्यकारणभावं कथं कल्प्यते इत्युक्ते अत्र कार्यमस्ति ज्ञानं कीदृशज्ञानं विशेषता अवच्छेदक सम्पूर्णतया पठित्वा वदतु किं कार्यं किं कार्यं किं कारणमिति इति द्रष्टव्यं. पठतु कार्यज्ञाने. कार्यज्ञाने यत् विशिष्टपदेन गृहीतं तदेव कारणीभूतज्ञाने विशेषणपदेन धर्तव्यं. प्रकृते च दण्डीपुरुषः तथाविधः सः कार्यज्ञाने विशिष्टपदेन गृहीतः अतः कारणज्ञाने सः एव विशेषणम्. विशेषणता पुरुषे विशेषणता अवच्छेदकं पुरुषत्वम् एवं पुरुषे विशेषणीभूतः दण्डोऽपि. तादृशविशेषणता अवच्छेदकं प्रकारः यादृशज्ञाने तादृशज्ञानं पुरुषः दण्डवान् इत्याकारकं कारणम् अस्तु. अत्र विशिष्टवैशिष्ट्य अवगाहि ज्ञानम् इति एकप्रकारकज्ञानं तत्र ज्ञानं विशिष्टवैशिष्ट्य अवगाहि ज्ञानम् एव तत्र कार्यं. कीदृशज्ञानम् इति प्रश्ने सति विशेषता अवच्छेदकप्रकारकज्ञानम् ओ अस्तु अस्तु विशिष्टवैशिष्ट्य अवगाहि ज्ञानं तस्य कारणमस्ति विशेषता अवच्छेदकप्रकारकज्ञानम् इति कारणं. कार्य अस्तु कार्यज्ञाने यत् विशिष्टपदेन गृहीतं तदेव कारणीभूतज्ञाने विशेषणपदेन धर्तव्यम् अस्तु. पूर्वं दण्डीपुरुषः इति उदाहरणम् अत्र आसीत् तत्र पुरुषः तत्र वाक्यं किमस्ति पुरुषः दण्डेन विशिष्टः. अत्र पूर्वस्मिन् परिच्छेदे अन्तिमवाक्यं पठतु तच्च भूतलं दण्डीपुरुषवत् अथवा भूतलं दण्डविशिष्टपुरुषवत् इत्याकारकम् अस्तु. कार्यज्ञानं तदस्ति भूतलं दण्डविशिष्टपुरुषवत् भूतलं दण्डविशिष्टपुरुषवति आकारक इति कार्यं ज्ञानमेव तत्र कार्यं आकारकज्ञानं यत् अस्ति तदेव कार्यम्. अत्र भूतलं दण्डिविशिष्टपुरुषवत् इति वाक्ये भूतलम् इति विशेष्यता तस्य विशेषणता दण्डिविशिष्ट दण्डिविशिष्टपुरुषः इति पुरुषवत् इति तस्य विशेषणता. अधुना विशिष्टवैशिष्ट्य अवगाहि ज्ञाने यत् पूर्व विशिष्टग्रहेण विशिष्टपदेन यत् विशिष्टपदेन गृहीतं विशिष्टपदेन दण्डिविशिष्टपुरुषम् एव विशिष्टपदेन गृहीतं तदेव तत्र कार्य. विशिष्टपदेन किं गृहीतं किं पदं दण्डिविशिष्टः विशिष्टः भूतलं विशिष्टः दण्डिविशिष्ट दण्डविशिष्टपुरुषः पुरुषः दण्डिविशिष्टः पुरुषः पुरुषः दण्डिविशिष्टः पुरुषः विशिष्टः विशिष्टपदेन पुरुषः किं भगिनि दण्डिपुरुष भवति विशिष्टः पुरुषः विशिष्टः केन दण्डेन विशिष्टपदं पुरुषं पुरुषः विशिष्टपदं पुरुषः पुरुषः दण्डेन विशिष्टः पुरुषः दण्डेन विशिष्टः विशिष्टपदेन पुरुषः पुरुषः एव कार्यज्ञाने यत् विशिष्टपदेन गृहीतं तदेव कारणीभूतज्ञाने विशेषणपदेन धर्तव्यम् कार्यज्ञानम् इत्युक्ते दण्डिविशिष्ट भूतलं दण्डिविशिष्ट पुरुषवत् इति सम्पूर्णज्ञानमेव कार्यज्ञानं खलु सत्यं केवलं दण्डिविशिष्टपुरुषः एव कार्यज्ञानं वा दण्डविशिष्टपुरुषवत् भूतलं दण्डविशिष्टपुरुषवत् इति कार्यवत् अत्र तदेव कार्यं कार्यज्ञानं कारणीभूतज्ञाने एतदेव कारणं भवति विशिष्टवैशिष्ट्य अवगाहिज्ञाने अस्तु दण्डिविशिष्ट अस्तु प्रकृते च दण्डिपुरुषः तथाविधः सः कार्यज्ञाने विशिष्टपदेन गृहीतः दण्डिपुरुषः विशिष्टपदेन गृहीतः कारणज्ञाने स एव विशेषणम् अत्र कार्य विशिष्टः पुरुषः केवलं पुरुषः गृहीतः कारणज्ञाने पुरुषः एव विशेषणम् आम् अग्रे पठतु अस्तु कारणज्ञाने स एव विशेषणं विशेषणता पुरुषे विशेषणता अवच्छेदकं पुरुषत्वम् एवं पुरुषे विशेषणीभूतः दण्डो अपि तदपि अवच्छेदकं दण्डत्वमपि अवच्छेदकं दण्डः अपि अवच्छेदकः अस्तु पुरुषे पुरुषत्वं दण्डः द्वयोपि विशेषणता विशेषणतौ अस्ति विशेषणता अस्ति तत्र दण्डः अपि पुरुषस्य अवच्छेदकः पुरुषत्वमपि पुरुषस्य अवच्छेदकः पुरुषत्वस्य अत्र पुरुषत्वस्य महत्वं नास्ति दण्डस्य महत्वम् अस्ति अग्रे तादृशविशेषणता अवच्छेदकं प्रकारः यादृशज्ञाने तादृशज्ञानं पुरुषः दण्डवनत्याकारकं कारणम् अत्र प्रकारः यादृशज्ञाने तादृशविशेषणता अवच्छेदकं प्रकारः विशेषणता अवच्छेदकं प्रकारः विशेषणता अवच्छेदकं पुरुषत्वं विशेषणत्वमेव पुरुषत्वेन अवच्छेद पुरुषत्वेन अवच्छेद्यः प्रकारः अथवा ओ अत्र तु दण्डः अपि अवच्छेदकः दण्डेन अवच्छेदकः प्रकारः इति यादृशज्ञाने यस्मिन् ज्ञाने तादृशप्रकारः अस्ति तादृशज्ञानं पुरुषः दण्डवानित्याकारकं कारणम् पुरुषः दण्डवान् कार्यं भूतलं दण्डिपुरुषवत् अस्तु इदानीं इति कार्यम् आकारकज्ञानं तस्य कारणं दण्डिपुरुषः एव न कार्यं पुरुषः दण्डवान् लिखितं खलु अन्तिमवाक्यं पुरुषः दण्डवान् इति कारणम् कारणं पुरुषः दण्डवान् दण्डिपुरुषः तथा एव प्रकृत उदाहरणे पर्वतः व्याप्तिविशिष्टधूमवान् इति परामर्शः कार्यम् अत्र मक्षिकाविशिष्टदण्डः इति तदपि अस्ति खलु द्वितीय उदाहरणम् अत्र भूतलम् उदाहरणं स्वीकृत्य वदामि यथा भूतलं दण्डविशिष्टपुरुषवत् तथा पर्वतः व्याप्तिविशिष्टधूमवान् समानम् अस्तु कार्यम् इति कार्यं परामर्शः कार्यं किं कारणं किम् अत्र पुरुषः दण्डवान् इति कारणं पर्वधूम उदाहरणे धूमः व्याप्तिमान् इति कारणम् अस्तु इदानीं तत्र वन् पुनः 185 तमे पुटे पश्यतु यत् कारणम् इति स्मृत्वा अग्रे तर्हि सम्यक् भवति हा अस्तु अत्र अत्र कार्यं अत्र मक्षिका मक्षिकाविशिष्ट पुरुषः मक्षिकाविशिष्टदण्डः दण्डः दण्डस्य विशेषणता तत् दण्डस्य विशेषणता तादृश दण्डेन विशिष्टः पुरुषः अतः विशिष्टवैशिष्ट्य अवगाहि ज्ञानं मक्षिकाविशिष्टदण्डः कार्यम् अस्ति मक्षिकाविशिष्टदण्ड मक्षिकाविशिष्टदण्डे मक्षिकाविशिष्टदण्डवान् पुरुषः इति अस्ति कार्यं पुरुषः पुरुषः मक्षिकाविशिष्टदण्डवान् तथा एव अग्रे पठतु तथा एव यथा उदाहरणे मक्षिकाविशिष्टदण्डः पुरुषे ज्ञायते तत् विशिष्टवैशिष्ट्य अवगाहि ज्ञानं भवति तद्वत् एव इह व्याप्तिविशिष्टः धूमः पर्वते ज्ञायते इति तत् भवति विशिष्टवैशिष्ट्य अवगाहि ज्ञानम् यथा मक्षिकाविशिष्ट मक्षिकाविशिष्टदण्डः दण्डवत् पुरुष दण्डवान् पुरुषः इति विशिष्टवैशिष्ट्य अवगाहि ज्ञानं भवति तद्वत् एव पर्वते व्याप्तिविशिष्टधूमः पर्वतः व्याप्तिविशिष्टधूमवान् इति विशिष्टवैशिष्ट्य अवगाहि ज्ञानम् सत्यम् अत्र विशेषणतः अवच्छेदकप्रकारकः कुत्र अस्ति दण्डपुरुषविषये विशेषणता अवच्छेदकप्रकारः मक्षिकायाम् अस्ति सत्यं दण्डः विशेषणं तत्र मक्षिका अस्ति तथा एव पर्वते धूमः अस्ति धूमः विशेषणं धूम इति विशेषणता अवच्छेदकप्रकारकः व्याप्तिः प्रकारता व्याप्तौ धूमः व्याप्तिविशिष्टः यथा दण्डः मक्षिकाविशिष्टः इत्युक्ते तत्र मध्ये सरि दण्डः धूमः यत् अस्ति तत् दण्डः मक्षिकायाः विशेष्यम् अण्ड् व्याप्तिः धूमस्य विशेषणम् इत्युक्ते तत्र पुरुषस्य विशेषणं दण्डः दण्डस्य विशेषणं मक्षिका तादृशमपि चिन्तयितुं शक्यते महोदय यत्र अस्माकं बहु चर्चा जाता वर्गे इदानीं भवान् पश्यतु विशिष्टवैशिष्ट्य अवगाहि ज्ञानं प्रति विशेषणता अवच्छेदकप्रकारकज्ञानस्य कारणत्वं निरूपितम् साधु सो विशिष्टवैशिष्ट्य अवगाहि ज्ञानं यत् अस्ति कार्यज्ञानं साधु यथा मक्षिका दण्डवान् पुरुषः इति भवति कारण तस्य विशेषणता अवच्छेदकप्रकारकज्ञानं कारणत्वं तत्र विशेषणता अवच्छेदकमक्षिका एव अस्ति तथैव व्याप्तिधूम यथा परामर्शज्ञानम् आगच्छति व्याप्तिविशिष्टधूम वैशिष्टज्ञानं धूमवान् पर्वत तत्र अपि कारणता व्याप्तेः अस्ति अतः महोदय अग्रिमे पृष्ठे यत् अस्ति तत् उक्तवान् सत्यम् तथा स्वीकुर्मः चेदेव सर्वं सम्यक् भवति. सन्ध्या भगिनी पक्षधर्मता अपि आनीतवती तत्र एतत् अन्य यदि वयम् अग्रे आगच्छामः तत्र अहं भवान् अवगच्छति साधु. हा अवगच्छामि. तत्र केवलं तत्र किम् इन्कन्सिस्टेन्सि किम् आसीत् अत्र कारणं पुरुषः दण्डवान् इति वाक्ये कः विशेष्यः पुरुषः खलु पुरुषः विशेष दण्डः विशेषणम् किन्तु तस्य पुरुषदण्डवान् मक्षिका तस् यदि विशिष्टपदं वयं स्वीकुर्मः तत्र मक्षिका भवति अवच्छेदक यथा अत्र दत्तमस्ति विशिष्टवैशिष्टवैगायिगानम् अपि तत्र दत्तमस्ति मक्षिका यथा दण्डी पुरुष भूतलवत् इति अस्ति या भूतलवान् तत्र दण्डे अस्ति न्यूनधर्म पुरुषत्वम् अस्ति अधिकवृत्तिधर्म अतः अवच्छेदकधर्म आगच्छति दण्डे अत्र मक्षिकायां या व्याप्तिधूमपर्वते तद् अवच्छेदकधर्म व्याप्तिः आगच्छति. अस्तु तर्हि अग्रे अस्मि भगिनि. एवं च जन्यज्ञानस्य विशिष्टवैशिष्ट्य अवगाहित्वं सिद्धम् एतादृशज्ञानं प्रति विशेषणता अवच्छेदकप्रकारकज्ञानस्य कारणत्वं वक्तव्यं. पूर्वोक्तरीत्या जन्यज्ञाने यः विशिष्टपदेन गृहीतः सः जनकज्ञाने विशेषणपदेन ग्राह्यः. प्रकृते जन्यज्ञाने धूमवैशिष्ट्यं पर्वते भासते अतः विशेषणपदेन धूमः धर्तव्यः. विशेषणता धूमे विशेषणता अवच्छेदकं व्याप्तिः तत्प्रकारकं ज्ञानं धूमः वह्निव्याप्यः इति व्याप्तिज्ञानं तदेव कारणं भवति. तज्ज्ञानविषयस्य च धूमस्य पर्वते भानाय पर्वतः धूमवान् इति ज्ञानम् आवश्यकमिति उभाभ्यां ज्ञानाभ्यां परामर्शः उत्पद्यते. अस्तु जन्यज्ञानस्य विशिष्ट एवं च जन्यज्ञानस्य विशिष्टवैशिष्ट्य अवगाहित्वं सिद्धम् अत्र जन्यज्ञानं मक्षिकाविशिष्टदण्डवान् पुरुषः अथवा व्याप्तिविशिष्टधूमः धूमवान् पर्वतः इति जन्यज्ञानं तस्य विशिष्टवैशिष्ट्य अवगाहित्वं सिद्धम् इत्युक्ते किमर्थं विशिष्टवैशिष्ट्य अवगाहित्वम् इति उच्यते चेत् तत्र विशेष्यता अस्ति विशेष्यतायाः विशेषणं विशेषणस्य अपि अवच्छेदकः अन्यविशेषणम् अस्ति इति कृत्वा तस्य तादृशस्वरूपं विशिष्टवैशिष्ट्य अवगाहित्वम् इति उच्यते. एतादृशज्ञानं प्रति विशेषणता अवच्छेदकप्रकारकज्ञानस्य कारणत्वं वक्तव्यम् अत्र विशेषणता अवच्छेदक अत्र मक्षिविशिष्टदण्डः इति दण्डः इति पुरुषस्य विशेषणः पुनः दण्डस्य विशेषणता मक्षिका अस्तु विशेषणता अवच्छेदकप्रकारकः प्रकारकज्ञानम् एव कारणत्वम् अस्ति विशिष्टवैशिष्ट्य अवगाहित्वं ज्ञानं प्रति ई विशेषणतावच्छेदकप्रकारकज्ञानमेव विशिष्टवैशिष्ट्य अवगाहित्वज्ञानस्य प्रति कारणं. पूर्वोक्तरीत्या जन्यज्ञाने यः विशिष्टपदेन गृहीतः सः जनकज्ञाने विशिष्टपदेन ग्राह्याः. अस्तु जन्यज्ञाने अत्र जन्यज्ञाने पुनः अत्र जन्यज्ञाने इत्युक्ते परामर्शज्ञानः वा अथवा व्याप्तिविशिष्टधूमवान् पर्वतः इति जन्यज्ञानं अत्र विशिष्टपदेन धूमः इति पदं गृह्यते पुनः यदा सः सः यदा सः यदा सः जनकः यदा सः जनकज्ञानेन गृह्यते तदा यदा सः जनकज्ञानं अस्तु जन्यज्ञाने ओके अस्तु अस्तु जन्यज्ञाने धूमविशिष्ट व्याप्तिविशिष्टधूमवान् पर्वतः इति जन्यज्ञानं तत्र विशिष्टपदेन पर्वतः एव गृह्यते जनकज्ञाने न कः विशिष्टः कः विशिष्टः अस्तु अत्र कः विशिष्टः धूमः विशिष्टः धूमः विशिष्टः विशिष्टपदेन धूमः धूमः गृहीतः धूमं विशिष्टपदेन धूमः गृहीतः जनकज्ञाने जनकज्ञाने स एव धूमः जनकज्ञाने विशिष्टपदेन गृह्यते खलु अस्तु प्रकृते जन्यज्ञाने धूमवैशिष्ट्यं पर्वते भासते जन्यज्ञाने जन्यज्ञाने ज्ञाने इत्युक्ते अन्तिमसोपाने यत् ज्ञानं आकारकज्ञानम् अस्ति तत् तत्र धूमवैशिष्ट्यं पर्वते भासते और् धूमविशिष् पर्वतः व्याप्तिविशिष्टधूमवान् इति पर्वते भासते अतः विशिष्टपदेन धूमः धर्तव्यः अतः धूमः विशेषणं धूमः विशिष्टः धूमः विशिष्टः तस्मात् धूमः विशेषणपदः आम् धूमः विशिष्टः अतः धूमः धूमे विशेषणता धूमस्य विशेषणता अवच्छेदकं व्याप्तिः तत्प्रकारकं ज्ञानं धूमः वह्निव्याप्यः यस्मिन् ज्ञाने विशिष्टवैशिष्ट्य धूमविशिष्ट और् व्याप्तिविशिष्टधूममवान् पर्वतः अस्ति तत् अथवा धूमः वह्निव्यापः वह्निव्याप्यः इति व्याप्तिज्ञानम् ओ अत्र केवलं धूमस्य विशेषणमेव धूमः वह्निव्याप्यः इति व्याप्तिज्ञानं तदेव कारणं भवति अत्र कार्यं किं कारणं किम् इति प्रदर्शितं खलु जन्यज्ञानं किं कारणं कार्यं किं पर्वतः धूमविशिष्ट व्याप्तिविशिष्टधूमवान् इति जन्यज्ञानं कार्यज्ञानं जन्यं कार्यं समानं जनकं कारणं समानं धूमः वह्निव्याप्यः इति जनकवाक्यं कारणं कारणवाक्यम् इति अवगन्तव्यम् किन्तु अत्र चर्चा का जाता इत्युक्ते अत्र धूमः वह्निव्याप्यः इति वाक्ये इति कारणवाक्ये कः विशेष्यः किं विशेषणं धूमः धूमः विशेष्यः वह्निव्याप्यः इति विशेषणं हा तर्हि किमर्थं विशेषणता धूमे इति उक्तम् इति चर्चा जनकत्वे धूमे अत्र उक्तं खलु जनकज्ञाने विशेषणतापदेन ग्राह्यः इति जनकपदेन जनकज्ञाने हा धूमः वह्निव्याप्य इति ज्ञाने धूमः एव विशेषणपदेन ग्राह्यः यद्यपि भवत्या इदानीमेव उक्तं धूमः विशेषः वह्निः अत्र व्याप्यः इति विशेषणं भवत्या उक्तं खलु किन्तु अत्र भिन्नरीत्या उक्तं जनकज्ञाने विशेषणपदेन धूमः ग्राह्यः तत्र किञ्चित् किं कथं तत्र समाधानं भवति इति वर्गे चिन्तितं वर्गस्य अनन्तरमपि अपि चिन्तितम् ईमेल् द्वारा अत्र किं चिन्तनीयम् इति चिन्तयामश्चेत् तत्र वाक्यम् इति न चिन्तव्यम् इति न चिन्तनीयं, वाक्यं मा पश्यतु, केवलं जनकज्ञानं किं, पर्वतो व्याप्तिविशिष्टधूमः इति जन इति कार्यं खलु जनक जन्यज्ञानं, तत्र विशेषणं किं धूमः खलु, धूमः विशिष्ट क्षम्यतां धूमः विशेषणं, किन्तु धूमः पुनः विशिष्टः व्याप्तिना, व्याप्त्या पुनः धूमः विशिष्टः, तर्हि तर्हि आहत्य धूमः एव विशेषणं विशेष्यः भवति, हा धूमः एव विशेषणं, किन्तु कीदृशधूमः, वह्निव्याप्य धूमः, तर्हि धूमस्य विशेषणता अवच्छेदकप्रकारकः व्याप्तिः, विशेषणता अवच्छेदकं व्याप्तिः, तत् प्रकारकं ज्ञानम् इति स्वीकर्तव्यं भवति. कारणवाक्यम् इति अनुक्त्वा कारणम् इति स्वीकुर्मश्चेत् प्रायः साधु भवति, किन्तु द्रोणमहोदयं पृष्टव्यं किम् इति इति भासते. अस्तु अग्रिम अन्तिमवाक्यं पठतु. तज्ज्ञानविषयस्य च धूमस्य पर्वते भानाय पर्वतः धूमवान् इति ज्ञानम् आवश्यकमिति उभाभ्यां ज्ञानाभ्यां परामर्शः उत्पद्यते. अत्र तत् इति तत् ज्ञानविषयस्य तत् इति धूमः वह्निव्याप्यः इति ज्ञानम् इति ज्ञानस्य विषयः धूमः वह्निव्याप्यः इति. अनन्तरं धूमस्य धूमः पर्वते अस्ति तदपि पर्वतस्य प्रकारः अतः पर्वतः धूमवान् इति ज्ञानम् आवश्यकमिति उभाभ्यां ज्ञानाभ्यां परामर्शः उत्पद्यते. पर्वतः धूमवान् इति एकः ज्ञानम्, अनन्तरं धूमः वह्निव्याप्यः इति अन्यज्ञानं, द्वयोः मिलित्वा परामर्शः इति उच्यते. का परामर्शः? पर्वतः धूमवान् धूमः वह्निव्याप्यः आहत्य एकं वाक्यं किं परामर्शवाक्यं? वह्निव्याप्यः धूमवान् पर्वतः. पर्वतः धूमवान् इति पर्वतः धूमवान् इति तत्र धूमस्य विशेषणं तत्र न उक्तं. पर्वतः वह्निव्याप्य धूमवान् इति वदनेन तत्र धूमस्य विशेषता अपि आगच्छति इति तत्र ज्ञानद्वयमपि मिलित्वा तत्र वाक्यं भवति पर्वतः वह्निव्याप्य धूमवान्. न समाधानं किम् अस्ति सः जनकज्ञाने विशेषणतापदेन ग्राह्य तत्र अत्र अत्र पश्यतु पुरुषः दण्डवान् दण्डः विशेषणं खलु, किन्तु दण्डः पुनः विशिष्टः मक्षिकाविशिष्टः. तर्हि मक्षिकापुरुषयोः कः सम्बन्धः इति चिन्तयामश्चेत् दण्डः विशेषणमस्ति तस्य विशेषणस्य अवच्छेदकप्रकारकः मक्षिका. तर्हि विशिष्टवैशिष्ट्य इत्युक्ते विशिष्टः दण्डः, वैशिष्ट्यम् इति सम्बन्धः, तस्य सम्बन्धं मक्षिकया अस्ति खलु. तर्हि विशेषणता अवच्छेदकप्रकारकज्ञानम् आवश्यकम्. दण्डः कथं विशिष्टः अवच्छेदकप्रकारकेण इति चिन्तयामश्चेत् तथैव पर्वतो वह्निव्याप्य धूमः विशेषणं, किन्तु धूमः न केवलं साधारणधूमः, धूमः विशिष्टः कीदृशः विशिष्टः व्याप्तिविशिष्टः. तर्हि धूम धूमः इति विशेषणता तस्य अवच्छेदकप्रकारता व्याप्तौ ग्राह्यं धूमवान् विशेषणतापदेन व्याप्ति ग्राह्यं भवति साधु सत्यं अस्तु पर्वतधूमवान् इत्यस्मात् आरभ्य कीदृशधूमः व्याप्तिविशिष्टधूमः तत्र धूमस्य अवच्छेदकविशेषता अवच्छेदकप्रकारता तत्र व्याप्तौ अस्ति इति चिन्तयामश्चेत् समाधानम् इति एतावता तथा दृश्यते अग्रे द्रष्टव्यम् लक्ष्मी भगिनी साधु एतत् सर्वं साधु अस्ति एव किन्तु प्रतिपादनार्थं पदस्य पद मनसि पदः सम्यक् पदानि न आगच्छन्ति अनन्तरं गमः न्यायरीत्या वक्तुं भ्रमः भवति तदेव सर्वदा मम क्लेशः अस्मिन् पुस्तके तथा एव अस्ति भगिनि किमपि सरलरीत्या न वदन्ति यावती दीर्घत्वं तत्र धूमः इति सर्वं जानीमः वयं सर्वे जानीमः एव किन्तु एतादृश परिभाषा पदानि उपयुज्य वाक्यानि रचयितुं क्लेशः भवति तदेव मम कृते पुस्तकमेव तथा अस्ति किन्तु लाजिक् सम्यक् तर्कः सम्यक् बालानाम् एतत् पुस्तकं बालानां कृते अस्ति इतोपि बालानां अस्तु अस्तु धन्यवादः धन्यवादः धन्यवादः महोदय नमस्कारः नमस्कारः शुभरात्रिः भवत्या नमस्कारः भगिनी